नमस्ते महोदय, सुमित्रा अस्मि। नमस्ते। नमस्कार महोदय। अस्तु तर्हि गतरविवासरे अस्माकं आत्मनेपदे धातूनां कृते लट् प्रत्ययः, तिङ् प्रत्ययः कथं निष्पद्यन्ते इति अस्माभिः पठितं। तत्र नूतनसूत्राणि अपि आसन्। कोऽपि वक्तुम् इच्छति वा तत्र आत्मनेपदी धातूनां कृते लट् लकारे नूतनसूत्राणि कानि कानि? अहं प्रयत्नं करोमि महोदय। प्रथमम् अस्ति टि सम्यक् सूत्रम् अस्ति, अचोय अन्त्यादि टि इति अस्ति। किं वदति अपि वक्तव्यं वा? आम् अस्तु, तद् वदति प्रत्ययस्य अन्तिमस्वर तत् कस्य भागस्य आदौ अस्ति तत् भागः टि इति भवति इति संज्ञासूत्रम् अस्ति। अस्तु, तत्तु प्रथमं संज्ञासूत्रम् अस्ति। अनन्तरं वयं दृष्टवन्तः तित् आत्मनेपदानां टेरे इत्युक्ते तत्र यत् एतत्तु टित् लकारेषु एव कार्यं करोति। यत्र यत्किमपि भागः टि संज्ञा अस्ति तस्य स्थाने ए आदेशः भवति इति। अनन्तरम् अस्ति अतो नितः, एतत् वदति अदन्तम् अङ्गम् अस्ति चेत् प्रत्यय सार्वधातुक अस्ति, नित् अपि अस्ति चेत् आस्थाने इय भवति, अनन्तरम् इय इय शब्दस्य यकारस्य लोपः भवति लोपो व्योर्वली सूत्रेण। यदि तस्मात् वल् वर्णः अस्ति चेत्। अन्तिमम् अस्ति हास् से इत्युक्ते इदानीं एतत् अपि टित् लकारेषु एव टित् लकारेषु यत्र कुत्रापि थास् अस्ति इत्युक्ते प्रथम मध्यमपुरुष एकवचनं थास् स्थाने से प्रत्यय आदेशः भवति। इदानीं तत्र टि संज्ञा किं तत्र किमपि न भवति, सम्पूर्ण थास् प्रत्ययस्य स्थाने से आदेशः भवति। सत्यम्। अस्तु तर्हि धन्यवादः महोदय। अत्र महोदया उक्तम् अत्र लट् लकारेषु सर्वप्रथमं तु टि भागः कः तत् तस्य ज्ञानम् आवश्यकम्। यदा एकवारं टि भागः जानीमः कः अस्ति, तदनन्तरं प्रत्यये यत् टि भागः अस्ति तस्य स्थाने टि भागस्य स्थाने एकारः आगच्छति टित आत्मनेपदानां टेरे इति सूत्रेण। तदनन्तरं टित आत्मनेपदानां टेरे इति सूत्रेण एकारः आगच्छति। तदनन्तरम् अन्यसूत्रम् अस्ति आतोनितः इति सूत्रेण, यदि प्रत्ययः सार्वधातुकः अस्ति अपि च नित् अस्ति तस्य आदौ यत् आकारः अस्ति, दीर्घ आकारः अस्ति, तस्य स्थाने इय आदेशः भवति। तत्र इय मध्ये यकारस्य लोपो भवति लोपो व्योरवली इति सूत्रेण। तदनन्तरम् अन्यसूत्रम् अस्ति थासः से, तत्सूत्रं वदति यत् सम्पूर्णप्रत्यय थास् तस्य स्थाने से आगच्छति। तर्हि मध्यमपुरुष एकवचनस्य प्रत्ययः अस्ति थास्, तस्य स्थाने सम्पूर्णतया से भवति। तर्हि नूतनसूत्राणि तु एतानि एव सन्ति लट् लकारे. तदनन्तरम् अन्यानि सूत्राणि तु अस्माकं परिचितसूत्राणि सन्ति. झोन्तः अस्ति इति एव. अस्तु, तर्हि तदनन्तरं लट् लकारे अस्माभिः अस्माभिः गतरविवासरे एव दृष्टं यत् प्रत्ययाः कथं निष्पद्यन्ते. अस्तु, तदनन्तरं महोदय एकः प्रश्नः अस्ति. अत्र अतः अङ्गात् नितः सार्वधातुकस्य अतो यः तत्र वयं दृष्टवन्तः द्वयं द्वौ एव स्तः खलु आ प्रत्यय आताम् आथाम् तत्र किम् अर्थं नितः सार्वधातुकस्य आवश्यकम्? कुत्र नितः सार्वधातुकस्य आवश्यकम्? किम् अर्थं वयं जानीमः खलु तत्र द्वौ प्रत्ययौ एव स्तः इति आताम् आथाम् तत्र द्वौ एव स्तः चेत् किम् अर्थं नितः आवश्यकं सार्वधातुकस्य पदमपि आवश्यकम्? अस्तु, तर्हि आताम् आथां तु नितः एव सार्वधातुक अपि एव खलु? सत्यं, परन्तु अन्यप्रत्ययः नास्ति इति भवती कथं जानाति? नास्ति खलु मूलप्रत्ययः तु. अस्तु, तर्हि वयम् अग्रे अद्य प्रश्नः समीचीनः अस्ति. अग्रे वयं पठामः यत् अधुना तु वयं केवलं जानीमः यत् आताम् आथाम् अस्ति, परन्तु अग्रे अद्य एव वयं पठामः यत् अस्य सूत्रस्य प्रसक्तिः अन्यस्थाने कथं न भवति इति वयं पश्यामः. तर्हि अधुना एव वयं पश्यामः. एतत्तु आत्मनेपदी धातूनां कृते एव न भवति किम्? सत्यं, केवलम् आत्मनेपदी कृते नास्ति, परन्तु परस्मैपदे अस्तु. तर्हि परस्मैपदे नास्ति, किमपि नास्ति, गतसप्ताहे एव चर्चितवन्तः परस्मै पदी अस्ति. चिन्तयतु, प्रश्नः समीचीनः अस्ति. महोदयायाः प्रश्नः अस्ति यत् यदि आताम् आथाम् एव केवलं द्वौ एव प्रत्ययौ सह स्तः, तस्य कृते सम्पूर्णसूत्रस्य आवश्यकता का? यत् आसार्वधातुक निच्च आथाम् आथां तु सार्वधातुक एव सार्वधातुक अपि सन्ति, नित् अपि सन्ति. तर्हि केवलम् आताम् आथां कृते बृहत् सूत्रस्य आवश्यकता का इति एव प्रश्नः अस्ति खलु? न, आताम् आथाम् एव परस्मैपदीनां धातूनां तु न भवति खलु? तत्र तिप्तस् झि सिप्थस् थ मिप् वस् मस् भवति. इदानीं तु आत्मनेपदी धातूनां तु द्वौ प्रत्ययौ स्तः आताम् आथाम्. अतः इदानीं तु अन्य किमपि प्रत्ययः सन्ति किं यत्र आकार अस्ति? अस्ति खलु, तत्र मूलप्रत्ययेषु नास्ति नास्ति, परन्तु लौकिकप्रत्यये भवितुं शक्नोति खलु. यथा लोट् लकारे परस्मैपदे उत्तमपुरुषप्रत्ययः सर्वे आदौ आकारः अस्ति. तत्र आड् उत्तमस्य पिच्च इति सूत्रमस्ति. ओ अस्तु, एतत्तु मूलप्रत्ययानां कृते एव न भवति. अस्तु, तर्हि अग्रे लोट् लकारस्य विषये अस्माकं नियमाः सन्ति. तत्र रघुपतिमहोदय अस्माकं नियमाः के अस्माभिः के नियमाः पठिताः गतरविवासरे? कस्य महोदय? लोट् लकार. लोट् लकारस्य तु आमेतः इति प्रथमं तु आमेतः इति किं वदति? आमेत वदति एकारस्य स्थाने इदानीं लोट् टित् अस्ति, टितात्मनेदरं टेरे इति भवति प्रथमं तु टित् अस्ति खलु, अतः टितात्मनेदरं टेरे ए ए स्थाने आम् आम् आम् आदेशः भवति इति भवति. इदं तु सामान्यसूत्रं, तस्य अपवादाः के के? कस्य महोदय? आमेतः इति सूत्रस्य इति इति सूत्रं तु सामान्यसूत्रं यत् लोट् लकारे एकारस्य स्थाने आम् आदेशः भवति. तर्हि परन्तु एतस्य केचन अपवादः अपि सन्ति खलु, ते के के? द्वौ अपवादौ स्तः. हा एकनिमिषम्. अस्तु, आमेतः इति अस्ति, स्वाभ्यां वामौ, स्वाभ्यां वामौ. स्वाभ्यां वामौ लोट्लकारस्य सकार सकार एकनिमिषं महोदय, किञ्चित् पाठ. लोट्लकारस्य सकारात् वकारात् च एकारस्य स्थाने अस्तु स्थासस्य इति से भवति, से इति अस्ति खलु, तत्र सकारस्य अपि च वकारस्य स्थाने क्रमेण वा अपि अम् आदेशः भवति इति वा इति से इति अस्ति, तत्र एकारस्य स्थाने वकारादेशः, अपि च द्वे इति अस्ति तत्र तत्र अमादेशः अमादेशः, अतः द्वं भवति स्वा इति द्वं भवति. स्वाभ्यां वामौ इति वदति यत् सामान्यतया एकारस्य स्थाने आम् भवति, परन्तु यदि सः एकारः सकारस्य अनन्तरम् आगच्छति तर्हि तदा तस्य एकारस्य स्थाने व इति भवति. यदि सः एकारः वकारस्य अनन्तरम् आगच्छति तर्हि तस्य अम् इति भवति. तर्हि सवाभ्यां वामौ इति सूत्रः आमेतः इति सूत्रस्य अपवादः. अस्तु, तदनन्तरम् अन्य एकं सूत्रमपि अस्ति, नूतनसूत्रम् अद्य वयं पठामः, तदपि आमेतः इति सूत्रस्य अपवादः अस्ति. तद् सूत्रमस्ति एत ऐ. तर्हि अत्र सर्वे पश्यन्ति खलु, तत्र सर्वे पश्यन्ति खलु, अत्र यत्र यत्र सूत्राणि लिखितानि सन्ति तत्र अधोभागे एत ऐ इति सूत्रमस्ति, सर्वे प्राप्नुवन्ति वा? आम् महोदय. यत्र लोट् लकारस्य सूत्राणि लिखितानि सन्ति तत्र अन्तिमसूत्रमस्ति एत ऐ. तत् सूत्रम् अधुना वयं पठामः. अस्तु महोदय, पठतु. अस्तु, एत ऐ लोट् लकारस्य उत्तमपुरुषस्य एकारस्य स्थाने ऐकारादेशः भवति, अतः एतः षष्ट्यन्तम् ऐ लुप्तप्रथमान्तं द्विपदमितं सूत्रम्. एकनिमिष द्विपदमितं सूत्रमस्ति. आमेतः इत्यस्य अपवादः, आमेतः इत्यस्य अपवादः अस्तु, लोटो लङ्वत् इत्यस्य इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः, आडुत्तमस्य पिच्च इत्यस्मात् उत्तमस्य इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. लोटः लस्य उत्तमस्य एत ऐ. इदानीम् अत्र इड् अस्ति, इड् मूल मूलं प्रति अस्ति, इड् अस्ति तत्र, ए भवति तितात्मनेदरं टेरे इति. इदानीं ए स्थाने आम् आदेशः, परन्तु तत् प्रबाद्य आमेत इति प्रबाद्य एत ऐ इति सूत्रं वदति एकारस्य स्थाने ऐकारादेशः इति, सत्यतः ऐ भवति. तर्हि उत्तम, तर्हि सामान्यतया एकारस्य स्थाने आम् भवति, परन्तु यदि तद् एकारः उत्तमपुरुषस्य प्रत्ययः अस्ति तदा तस्य एकारस्य स्थाने ऐकारः भवति. तर्हि लोटः लस्य उत्तमस्य एतैः एतः ऐ. तर्हि लोट् लकारे उत्तमपुरुषे एकारस्य स्थाने ऐकारः भवति इति. तर्हि आमेतः सामान्यसूत्रं, तस्य द्वौ अपवादौ, प्रथमं तु सवाभ्यां वामौ, द्वितीयः अस्ति एत ऐ अस्तु तर्हि अग्रे धन्यवादः महोदय अनन्तरम् अग्रे अस्ति विजि महोदय अस्ति स्वागतं बहु कालानन्तरम् अस्तु भवती पठति श्रूयते वा महोदय श्रूयते आडुत्तमस्य पिच्च इति पठतु एकम् आट् उत्तमस्य पिच्च लोट्लकारस्य लस्य स्थाने यः उत्तमपुरुषप्रत्ययः भवति तस्य आट् आगमो भवति अपि च तस्य पित्वं भवति आद्यन्तौ टकितौ इत्यनेन आट् आगमः प्रत्ययात् प्राक् आयाति आट् प्रथमान्तम् उत्तमस्य षष्ठ्यन्तं पित् प्रथमान्तं च अव्ययपदम् अव्ययपदम् अनेकपदमिदं सूत्रं लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति लोटः लस्य उत्तमस्य आट् पित् च सूत्रं वदति आड् इत्युक्ते आकारः उत्तमपुरुषस्य लकारस्य स्थाने उत्तमपुरुषस्य प्रत्ययः भवति अत्र आ इति आगमः भवति प्रथमतया आदौ किम् इत्युक्ते आद्यन्तौ टकितौ इत्यनेन सूत्रेण आत् आगमः प्रत्ययात् आदौ भवति आड् इति प्रथमान्तम् उत्तमस्य षष्ठ्यान्तं पित् अपि प्रथमान्तं च अव्ययपदम् अनुवृत्तिसहितसूत्रम् अस्ति लोटः लस्य उत्तमस्य आट् पित् च अत्र लोटः इति अनुवृत्तिः लस्य इति अधिकारसूत्रम् अधिकारः अस्ति यथा भवति सर्वदा अस्ति लङ् लोट्लकारमध्ये अस्ति परस्मैपति वा आत्मनेपति वा उभौ लोट्लकारस्य प्रत्ययमध्ये आट्तमस्य अपि च इति सूत्रं प्रसक्तिः अस्ति तत्र भवती एक तु न वदति पित् च इति तस्य किं महत्त्वम् पिच्च इति मिप् इति अस्ति किल अत्र पित्वं पित्वम् इत्युक्ते गुणस्य कार्यं न भवति न न न न पित्ति भवान् वदतु महोदय अत्र पिच्च इति अतिदेशिकम् अस्ति यत् तत्र आगमः भवति आकारस्य आगमः भवति प्रत्यये तत्र पित्वम् अपि आरोपयति नाम यदि प्रत्ययः मूलस्वरूपेण यदि प्रत्ययः मूलतः यदि नास्ति चेत् तत्र पित् इव भवति तर्हि तत्र पित्वम् आगच्छति नाम यदि पित् नास्ति तत्र पित्वम् आगच्छति अतिदेशम् अस्ति तस्य मूलस्वरूपं यादृशं नास्ति तत्र अन्य किमपि तत्र आगच्छति तत्र पित्वस्य महत्त्वं किं महोदय अत्र पित्वं भवति अथवा किं भवति गुणकार्यं तर्हि पित्वम् आगच्छति अतः तत्र गुणकार्यं गुणकार्यं भवितुम् अर्हति अत्र प्रसङ्गः अस्ति अस्तु तर्हि धन्यवादः आडुत्तमस्य पिच्च तर्हि सुमन् महोदय भवत्याः प्रश्नः अस्ति खलु अत्र आडुत्तमस्य पिच्च इति सूत्रेण आकारः तु आगच्छति परन्तु तस्य आकारस्य आदेशः न भवति कथं किमर्थं नित् नास्ति तत्र पित् अस्ति तर्हि अतः अत्र आतो नितः इति सूत्रस्य प्रसक्तिः न भवति यद्यपि अत्र प्रत्ययस्य आदौ आकारः अस्ति यतोहि तत् पिच्च इति भागेन प्रत्ययः नित् न अस्ति इदानीं तु पित् अस्ति अतः आतो नितः इति सूत्रस्य कार्यं न भवति अतः तत्र सूत्रे नितः तस्य आवश्यकता अस्ति नो चेत् अत्रापि आकारस्य स्थाने इय आदेशः भवति खलु तादृशं तादृशं मा करोतु अतः तत्र आतो नितः इति सूत्रे नितः तस्य आवश्यकता अस्तु तर्हि अग्रे गच्छामः विजि महोदय अधुना सूत्राणि समाप्तानि किञ्चित् उपरि गच्छतु नियमान् अनुसृत्य कार्यम् एवम् इति पश्यति वा तत्र प्रत्येकप्रत्ययस्य किं किं कार्यं भवति इति अधुना वयं पठामः अधुना वयं जानीमः सूत्राणि कानि अधुना प्रत्येकप्रत्ययस्य स्थितिः कीदृशी भवति इति वयं पठामः उपरि उपरि वा महोदय उपरि उपरि नियमान् अनुसृत्य कार्यम् एवं एकवारं भवती प्रयत्नं करोतु तस्य किं भवति इति ति भागः तस्य स्थाने एकारः इति आत्मनेपदानां ठेरे इति सूत्रेण वा महोदय तदनन्तरं ते एकारस्य स्थाने आम् आदेशः एकारस्य स्थाने आतो नितः इति सूत्रं वा महोदय एकारस्य स्थाने स्थाने आम् आदेशः केन सूत्रेण आतो नितः इति सूत्रम् आतो नितः तु वदति यत् आकारस्य आदि आकारः अस्ति आमाम् न जानामि चिन्तयति आमेतः इति सूत्रं भवति आमेतः इति सूत्रेण यकारसस्थाने आम् आदेशः इत् योगः आम् ताम् इति निष्पन्नः प्रत्ययः लोट् लकारस्य प्रथम इति प्रत्ययः अत्र अ इत् प्लस् अ इति टि भागः तत्र स्थाने एकारः याति तदनन्तरं ते इति रूपं तदनन्तरं महोदय वदामि तो मध्ये ओ इति टिभागः अस्ति टिभागः अस्ति एकारः भवति टित आत्मनेपदानां ठेरे इति सूत्रेण आम् अनन्तरं तत्र आमेतः एकार सूत्रेण एकारः स्थाने आम् इति आयाति इत् प्लस् आम् ताम् इति लोट् प्रत्ययः निष्पन्नः सत्यम् ओके तदनन्तरं आताम् अदन्तात् अङ्गात् परस्य अकारस्थाने इत्वम् आस्थाने इ तस्य सूत्रं वा महोदय आतो युतः इति आस्थाने इ हलो आते नितः न आतो नितः आतो नितः ओ आतो नितः सूत्रेण आस्थाने इ इताम् आम् इति टि भागः आम् इति टि भागः तस्य स्थाने एकारः इत्युक्ते इत् एकारस्य स्थाने तदनन्तरम् आम् आयाति इताम् इति आगच्छति आत् आमेतः इति सूत्रे आमेतः हा इति सूत्रेण आम् आयाति इताम् इति अन्तिमरूपं निष्पन्नम् सम्यक् समीचीनं तर्हि थैंक यू आताम् महोदय आताम् इति प्रत्ययः अस्ति प्रथमं तु तत्र आदौ आकारः अस्ति अतः तत्र स्थाने इकारः आयाति तदनन्तरम् इय आदेशः भवति तत्र इय आदेशः भवति परन्तु लोपो व्योर्वलि इति सूत्रे इकारस्य लोपो भवति तदनन्तरम् इताम् इति भवति तदनन्तरं पित आत्मनेपदानां टेरे इति सूत्रेण इते भवति तदनन्तरं तस्य एकारस्य स्थाने पुनः आम् आगच्छति आमेतः इति सूत्रेण अतः इताम् इति प्रत्ययः भवति अस्तु तर्हि धन्यवादः महोदय अग्रे गच्छामि अत्र मल्लर् महोदय भवती करोतु झ आम् महोदय झ स्थाने अन्त् आदेशः अन्त्योगः अ इति टी भागः तस्य स्थाने महोदय सूत्रमपि वदतु जोन्तः इति सूत्रेण जकारस्य स्थाने अन्त् आदेशः भवति तदनन्तरम् अकारः अस्ति तत् अकारः टी भागः अस्ति टी भागः टित आत्मनेपदेनां टेरे इति सूत्रेण एकारः भवति अन्ते इति रूपं भवति तदनन्तरम् एकारस्य स्थाने आम् आदेशः भवति आमेतः इति सूत्रेण अन्यरूपम् अन्ताम् इति लोट् प्रत्ययः निष्पन्नः अग्रे तासः से इति सूत्रेण से इति भवति तदनन्तरं पित आत्मनेपदेनां टेरे इति सूत्रेण एकारः भवति तदनन्तरम् आमेतः इति सूत्रेण आम् आदेशः भवति थासः से इति सूत्रेण से भवति तदनन्तरं टित आत्मनेपदानां टेरे कथम् आगच्छति तत्र एकारः एव अस्ति खलु तत्र तस्य आवश्यकता नास्ति अनेकाल् इति हासः से इति कृत्वा से साक्षात् आगच्छति तदा टित आत्मनेपदानां टेरे इति सूत्रस्य प्रसक्ति नास्ति खलु आवश्यकता नास्ति आम् आम् महोदय मध्यमपुरुष एकवचने तु साक्षात् से आगच्छति एकारस्य स्थाने आम् आदेशः भवति आम् आमेतः इति सूत्रेण परन्तु सवाभ्यां वामो इति सूत्रेण सकारात् परे एकारस्य स्थाने व आगमः भवति आदेशः भवति अतः स्व इति लोट् प्रत्यय रूपं भवति सत्यं तर्हि से अस्ति तत्र एकारस्य स्थाने आम् न आगच्छति अपि तु व इति आगच्छति सर्वाभ्यां वामौ सर्वे अवगच्छन्ति खलु पुनः वदतु महोदय न अवगच्छति वा किं न अवगच्छति जोन्तः जास्थाने अन्त आगच्छति तर्हि झोन्तः इति सूत्रेण झ स्थाने अन्त भवति इति तु जानाति खलु आं महोदय अतः अन्त इति भवति अन्त तत्र अन्त इति मध्ये भवती वदतु टी भागः कः अस्ति अन्त अकार एव सत्यं अकारः इति टी भागः अस्ति अतः तस्य स्थाने महोदय एकारः भवति पित आत्मनेपदानां टेरे इति सूत्रेण अन्ते भवति तर्हि अन्ते लट् लकारे अपि अन्ते आसीत् खलु आम् अधुना लोट् लकारे एकारस्य स्थाने आम् आदेशः भवति केन सूत्रेण आमेतः आमेतः आमेतः इति सूत्रेण एकारस्य स्थाने आम् भवति अन्ताम् इति रूपं भवति धन्यवादः धन्यवादः अवगच्छ अवगच्छति वा अवगच्छामि तर्हि अन्ताम् था स्थाने से स्व इति भवति महोदय पुनरपि किमर्थं थास्थाने स्व भवति महोदय अत्र थास्थाने से भवति इति तु वयं जानाति थासः से इति सूत्रेण थासस्ते इति सूत्रम् अवगतम् तर्हि से आगच्छति अधुना इकारस्य स्थाने आमेतः इति सूत्रेण सामान्यतया आम् इति आगच्छति खलु आम् परन्तु अत्र सवाभ्यां वामौ इति अपवादः अस्ति तद् वदति यत् यदि एकारः सकारस्य अनन्तरम् अस्ति तर्हि तत्र एकारस्य स्थाने आम् न आगच्छति अपि तु व इति आगच्छति सकारस्य स्थाने व इति आगच्छति सवाभ्यां वामौ एकारस्य स्थाने एकारस्य स्थाने अवगतं महोदय तर्हि तत् सूत्रं मया न अवगतं स्वाभ्यां वामौ सवाभ्यां वामौ इति सूत्रं वदति यत् सकारस्य अनन्तरम् एकारः अस्ति चेत् तदा एकारस्य स्थाने वकारः व इति भवति न तु आम् तर्हि स्व भवति स्व सर्वे अवगच्छन्ति वा इदानीं पर्यन्तम् सर्वे अवगच्छन्ति अस्तु अग्रे गच्छामः धन्यवादः मदर महोदय अग्रे सरला महोदय भवती पठति वा सरला महोदय आम् महोदय भवती पठति वा आम् श्रूयते हा श्रूयते अस्तु आथां करोतु आथां अस्तु आथां इति सूत्रेण आम् भाग इति टी भाग अस्ति तस्य अचोत्यादि टी संज्ञा भवति तदनन्तरं आत्मनेपदे टेरे तस्य स्थाने ए आगच्छति तदनन्तरं आ स्थाने आतोङित इति सूत्रेण इ आदेश भवति इ आदेश भूत्वा तदनन्तरं आतोङित आतोङित इति सूत्रेण इ आदेश भवति इय योग आते इति अस्ति आते आ परम् अस्ति तद् लोपोव्योवर्लि इति सूत्रेण यकारस्य लोपः भवति सो इदानीं इ आगच्छति इते तदनन्तरम् आमेत सूत्रेण त्रि एकारस्य स्थाने आम् आगच्छति पुनः सो इताम् इति भवति इथाम् इति भवति इथाम् इथाम् इथाम् इथाम् सत्यं सत्यम् अस्तु अग्रे ध्वम् ध्वम् इति सूत्रेण पुनः अचोत्यान्ति ठी इति सूत्रेण अम् इति तस्य ठी संज्ञा भवति तदनन्तरं टित् आत्मनेपदे ठेरे इति अनेन अम् स्थाने ए आगच्छति सो धे द्वे इति भवति इदानीं स्वाभ्यां वामौ इति सूत्रेण ए स्थाने अम् आदेश आगच्छति आमेत् इति सूत्रस्य अपवादेन ए अत्र अम् आगच्छति सो ध्वम् इति भवति सत्यं तर्हि ध्वम् इति भवति तत्र सवाभ्यां वामौ इति सूत्रेण वकारस्य अनन्तरम् एकारः आगच्छति चेत् एकारस्य स्थाने अम् भवति तद्ध्वं तस्य ध्वम् एव भवति तत्र फलरूप फलस्वरूपेण कोऽपि परिवर्तनं किमपि परिवर्तनं न भवति अस्तु अग्रे इड् इड् इति आत्मने उत्तमपुरुष प्रथमवचन प्रथम उत्तमपुरुष एकवचनम् अस्ति तत्र ड तस्य भवति संज्ञा टि भा केन केन न न ड इत्यस्य प्रथमं किं भवति संज्ञा भवति क्षम्यतां ड इत्यस्य हल्यन्त्यानि भवति क्षम्यताम् इकारस्य अन्ते अस्ति तस्य टि भाग भवति तस्य अचोन्त्यादि टि इत्यनेन टि संज्ञा भवति तदनन्तरं टित् आत्मने पदे टेरे अनेन तत्र ए आगच्छति तो ए इति पुनः आमेत् इति सूत्रस्य प्रसक्तिः अस्ति किन्तु फलितं नास्ति कारणं कि तदनन्तरं विशेषसूत्रम् एत एयि आगच्छति तत्र आमेत् आम् न भूत्वा ऐ आगच्छति ए स्थाने सो निष्पन्नं सिद्ध प्रत्यय भवति ऐ एकम् अधिकं सूत्रमपि अस्ति महोदय तत्र उत्तम उत्तमपुरुषे किं भवति लोट् लकारे केन सूत्रेण उत्तम आड उत्तमस्य पिच् इति सूत्रेण सो आ योग ऐ पुनः ऐ तत्र ऐ भवति वृद्धि तत्रापि ऐ वृद्धि सन्धि ऐ तर्हि पुनः ऐ एव भवति तर्हि निष्पन्न प्रत्ययः यद् भवति तदस्ति ऐ सर्वे लोट् लकारे आत्मनेपदी अपि परस्मैपदी उत्तमपुरुष सर्वेषां पित्त्वात् पित् संज्ञा आगच्छति सत्यं सत्यम् अस्तु तर्हि वही वही इति उत्तमपुरुषे द्विवचनं पदम् अस्ति तत्र ई भागस्य वहि तस्य इकारस्य टि भवति चोत्यान्ति टि टित् आत्मने पदे टेरे अनेन तदनन्तरं ए वहे भवति इदानीं पुनः आमेत् तस्य अपवादत्वेन ए स्थाने आम् न भवति किन्तु अत्ते ऐ इति सूत्रेण ऐ आगच्छति तत्र वहै भवति पुनः आद् उत्तमस्य पिच् तस्य आकारस्य आगमः भवति सो आट् इति टित् अस्ति अतः आद्यन्तटकितो कित् अनेन आगम प्रत्ययस्य पूर्वम् आगच्छति सो आवहै इति भवति सत्यम् आवहै तर्हि महोदय अत्र भवती एव वदतु अत्र आवही तस्य अनन्तरम् आकारस्य स्थाने इकारः कथं न भवति आतोनितः इति सूत्रेण इकारस्य स्थाने अतो ओ कारण कि ङित् नास्ति अपि ङित् नास्ति तत्र मूल मूल मूलतः ङित् आसीत् परन्तु परन्तु अत्र आगन्तुमस्य पिच्च पिच्च आड उत्तमस्य पिच्च पित्वम् अध्यारोपते अतः तत् आत् नित् नास्ति आतोनितः सूत्रस्य प्रसक्तिः नास्ति तर्हि अत्र सामान्यं वाक्यम् अस्ति तत् सर्वदा मनसि स्थापयतु यदा पित् अस्ति तदा नित् नास्ति यदा नित् अस्ति तदा पित् नास्ति तथैव महिं मध्ये अपि नकारस्य सामान्यप्रक्रिया आमहि इति भवति सामान्यतया वहि महि नाम सामान्यतया कुत्रापि उत्तमपुरुषस्य द्विवचनं बहुवचनं तत्र सामान्यकार्यमेव भवति तर्हि आवहि आमहि आमहि तर्हि सिद्धप्रत्ययाः सन्ति ताम् इताम् अन्ताम् स्व इथाम् ध्वम् ऐ आवहै आमहै अतः लोट् लकारे अस्माकं प्रत्ययाः सर्वे प्रत्ययाः निष्पन्नाः धन्यवादः महोदय तत्र प्रश्नः अस्ति वा कस्यापि महोदय सुमित्रा अस्मि गत्वा पुनः आगतवती अत्र एकः प्रश्नः अस्ति आधाम् इत्यस्य आकारस्य ई भवति खलु तस्य आतोङितः तत्रापि अतः एव इकारस्य प्रभावः अत्र भवति वा हा आतोङितः इति सूत्रेण यत्र यत् यत् आकारः आदौ अस्ति अदन्त अङ्गस्य अनन्तरं यत् आकारः अस्ति आकारः तस्य इय आदेशः भवति अस्तु अवगमनं समीचीनमेव खलु आतोङितः तस्य प्रभावेण एव अत्र इकारः सत्यं सत्यम् अस्तु अस्तु तर्हि अदन्तम् अङ्गम् अस्ति चेत् तत्र अङ्गस्य अनन्तरं यत् आकारः अस्ति साक्षात् अनन्तरम् आकारः तस्य आकारस्य इय आदेशः भवति अनन्तरं यकारस्य लोपो व्योर्वलि अतः इताम् इथाम् इति अस्तु तर्हि पुनः वदतु ताम् प्रत्ययेषु प्रथमम् इकार आगच्छति तदनन्तरं ये लि भागः तदनन्तरं थां केन सूत्रेण आगच्छति आमेतः आमेतः तर्हि एकारस्य स्थाने सामान्यतया लोट् लकारे आम् इति भवति अतः तत्र आताम् इति सूत्रम् अस्ति प्रत्ययः अस्ति तस्य आकारस्य स्थाने इकारः आतोनितः लोपव्योर्वलि तदनन्तरम् आम् इति तस्य टि भागः अस्ति तस्य स्थाने एकारः भवति टित आत्मनेपदानां टेरे तदनन्तरं पुनः तस्य एकारस्य स्थाने आम् इति भवति आमेतः अतः इताम् इति प्रत्ययः भवति धन्यवादः धन्यवादः अस्तु तर्हि प्रश्नः अस्ति वा नास्ति वा सर्वे अवगच्छन्ति इति अहं चिन्तयामि आत्मनेपदे अदन्त अङ्गं लट् लोट् अस्तु इदानीं लङ् कुर्मः लङ् तर्हि अग्रे गच्छामः आत्मनेपदे लङ् लकारस्य तिङ् प्रत्ययसिद्धि अस्तु तर्हि सुमित्रा महोदय भवती एव पठतु आत्मनेपदे लङ् लकारस्य तिङ् प्रत्यय सिद्धिः नियमाः लङ् टित् नास्ति अतः टित आत्मनेपदानां तेरे ते स्थाने एत्वं ठासः से ठासः स्थाने से अस्य नियमद्वयस्य प्रसक्तिः नास्ति प्रथमः नियमः अस्ति पूर्वं दृष्टवन्तः यत् टि भागः अस्ति चेत् इत्युक्ते यथा अचोन्त्यादिति इत्यनेन टि भागः इति सम्यकः प्राप्नोति चेत् टित् इति कृत्वा एकारस्य टीकारस्य एकारः भवति अनन्तरं ठासे इत्यनेन ठासः स्थाने सेकारः भवति इति दृष्टवन्तः परन्तु लोट् मध्ये लट् मध्ये ये ये लकारः टितः सन्ति अस्तु तर्हि टित आत्मनेपदानां टेरे अस्ति खलु तत्र टित इत्युक्ते टित् लकार आम् टित् लकार तत्र टित् लकार इत्युक्ते लट् लोट् लुट् इति सर्वं लृट् अत्र तु लङ् एव लकारस्य प्रसक्तिः नास्ति इति कृत्वा तस्य प्रभावः नास्ति तर्हि अत्र लङ् लकारे अपि टी भागः तु अस्ति टी भागः सर्वत्र अस्ति परन्तु तस्य टी भागस्य स्थाने एकारः न भवति यतोहि तत् कार्यं तु केवलं टित् लकारेषु अस्तु अग्रे अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्त्वं स्यात् इत्यस्य नियमस्य प्रसक्तिः भवति तित्सु अपि ङित्सु अपि अङ्गम् अदन्तम् अस्ति चेत् आतो ङितः इत्यनेन ई आदेशः तदा लोपो व्योर्वली इत्यनेन बल् बलादिप्रत्यये परे य लोपः अत्र ङित् अत् अथवा तित् द्वयोः स्थाने द्वयोः अपि अदन्तम् अङ्गम् अस्ति चेत् परे यः अकारः अस्ति तस्य स्थाने स्यात् इति भवति किं भवति आतोनितः महोदय भवती एव वदतु आतोनितः इति सूत्रं किं करोति आतोनितः अदन्तम् अङ्गं परे यथा आकारः सार्वधातुक आकारः अस्ति चेत् य आदेशः भवति आकारस्य स्थाने ओ अस्तु सामान्य भवति तत् तत् तस्य सूत्रस्य प्रसक्ति अत्र भवति वा यदा टित् अथवा ङित् अस्ति चेत् एव तत्र न तत्र आतोनितः इति सूत्रं किमपि एतादृशं न वदति खलु केवलं टित् अस्ति चेत् अथवा णित् अस्ति चेत् सर्वत्र भवति अतः अत्र लङ् मध्ये अपि आतोनितः इति सूत्रस्य प्रसक्तिः भवति अस्ति अतः आकारस्य स्थाने इय आदेशः भवति इय आदेशः अनन्तरं लोपो व्योर्वली इत्यनेन यदा बलादिप्रत्ययः परः अस्ति चेत् यकारस्य लोपः भवति ईकारः एव तिष्ठति इति अतः लङ्लकारे किञ्च कोऽपि किमपि नूतनं सूत्रं नास्ति आत्मनेपदी तर्हि पूर्वं दृष्टवन्तः तावदेव तर्हि अत्र बहु सरलं कार्यमस्ति अतः भवती करोतु त इत्यस्य किमपि कार्यं नास्ति त इति लङ् प्रत्ययः तावदेव अत्र कोऽपि किमपि कार्यं नास्ति यतोहि टी भागस्य एत्वं न करणीयं किमपि न करणीयम् अग्रे आताम् इत्यस्य टित्सु तेः एत्वं किन्तु लङ् ङित् अतः टी भागः अग्रे टी भागः आम् इत्येव तिष्ठति किमपि कार्यं नास्ति तत्र अदन्त अङ्गं परस्य आकारः स्थाने इत्वम् अतः आ स्थाने इ इत्युक्ते इय यकारस्य लोपः लोपो व्योरवलि इत्यनेन ईताम् इति एव रूपं सम्यक् किमपि नास्ति अग्रे झ स्थाने अन्त् आदेशः जोन्तस्य इत्यनेन जकारस्य अन्त् आदेशः अन्त् योगः अकारः अधुना अन्त इति एव लङ् प्रत्ययस्य सम्यक् अत्रापि केवलं झोन्तः इति सूत्रेण अन्त आगच्छति तदनन्तरं किमपि कार्यं नास्ति तर्हि अन्त इति अस्तु धन्यवादः महोदय अग्रे अरुणा महोदय भवती करोतु आं महोदय थास् थास् चित्सु से आदेशः लङ् लकारे न आगच्छति थास् एव अवतिष्ठति तदनन्तरं ससजुषोदुः इति कृत्वम् अनन्तरं करवसानयो इति सूत्रेण विसर्गः भवति थाः इति रूपं निष्पन्नं भवति थाः सत्यम् अग्रे आताम् अदन्ताङ्गात् परस्य भवेत् आकारस्थाने इत्थम् आगच्छति तदनन्तरम् ईताम् एव आमेव अवतिष्ठति ततः इताम् इति रूपं निष्पन्नं भवति इताम् द्वम् तत्र किमपि कार्यं नास्ति द्वम् एव निष्पन्नं भवति सत्यं तर्हि द्वं मध्ये अपि किमपि कार्यं नास्ति अस्तु तर्हि धन्यवादः अग्रे नहीं भवती एव समापयतु इड् केवलं डकार अलन्तम् इति सूत्रेण लोपो भवति ई एव अवशिष्य इति भागः परन्तु अतो आम् इति अनेतः सूत्रं न कार्यं करोति तथा ई एव अवशिष्यति वहि अपि अत्र किमपि कार्यं नास्ति वहि एव अवशिष्यति महिनपि नकार हलन्तमिति सूत्रेण लोपो भवति तदनन्तरं किमपि कार्यं न भवति महि एव सत्यं तर्हि बहुत्र बहुत्र अत्र किमपि कार्यं न एव भवति प्रत्यये केवलं यत्र आकारः आगच्छति तत्र आकारस्य स्थाने इकारः भवति आतोनितः अन्यथा झकारस्य झोन्तः इति सूत्रेण अन्त भवति अन्यथा कोऽपि किमपि कार्यं नास्ति प्रत्ययः तावदेव तिष्ठति तर्हि सिद्धति प्रत्ययः अस्ति त इताम् अन्त थाः इथां ध्वम् ई वहि महि प्रश्नः अस्ति वा कस्यापि तर्हि लङ्लकारः अपि समापयति पञ्चनिमेषेषु किमपि कार्यं नास्ति अस्तु धन्यवादः महोदय अग्रे गच्छामः अस्तु उत्तम साहकृतम् इति सूत्रेण पित्वं भवति या लोट् लकारे केवलं लोट् लकारे लोट् अत्र लङ् लकारे आरुतमस्य पिच्च सूत्रस्य प्रसक्तिः नास्ति लोट् लकारे अस्ति अतः लङ् लकारे तु महि नित् एव अस्ति परन्तु लोट् लकारे पित् अस्ति अग्रे गच्छामः तर्हि विधिलिङ् लकारे प्रत्ययः लिङ् प्रत्ययस्य सिद्धिः इति नूतनविषये तर्हि अधुना मीना महोदय भवती अस्ति वा मीना महोदय आत्मीयपदे विधिलिङ् लकारस्य तिङ् प्रत्ययः सिद्धिः नियमाः यथा परस्मैपदे विधिलिङ् लकारे यासु आगमः भवति तथैव आत्मनेपदे सीयुट् इति आगमः भवति अत्र अनुबन्धलोपे सीय् इति अवशिष्यते सी इत्यत्र वर्तमानस्य सकारस्य अपि लोपः क्रियते विधिलिङ् इत्यत्र वर्तमानस्य सकारस्य लोपः क्रियते विधिलिङ् आशीर्लिङ् लिङि तु सकारलोपः न क्रियते यासु बिकम् यासु परस्मैपदे भवति आत्मनेपदे सीयुट् भवति तत्र सी इत्यत्र सकारस्य अपि लोपः ईयुट् भवति किल ईयुट् भवति ईयुट् यदा सी हा एकनिमिष तर्हि यथा अस्माभिः दृष्टं परस्मैपदे तु यासुट् आगमः भवति तत्र आत्मनेपदे तु सीयुट् इति आगमः भवति अत्र सीयुट् मध्ये सीयुट् मध्ये टकारस्य इत् संज्ञा केन सूत्रेण महोदय टकारस्य इत् संज्ञा केन सूत्रेण अन्ते अस्ति छुटु टकारः आदौ अस्ति चेत् अत्र टकारः अन्ते अस्ति अतः केन सूत्रेण हलन्त्यम् इति सूत्रेण टकारस्य इत् संज्ञा उकारस्य इत् संज्ञा केन सूत्रेण महोदय तर्हि उकारस्य टकारस्य इति संज्ञा तदनन्तरं तस्य लोपः इति सूत्रेण सीय एव अवशिष्यते तदनन्तरं सीय मध्ये सकारस्य लोपः भवति विधिलिङ्गकारे तत्र अस्तु पश्यतु अत्र बहुत्र बहुत्र सर्वत्र एव ज लिखितं सन्ति तत्र लिङ्ग् लकारस्य कृते नियमः सन्ति लिङ्ग् वस्तुतः लिङ्ग् तस्य भागद्वयम् अस्ति विधिलिङ्ग् आशीर्लिङ्ग् तर्हि तत्र बहुत्र बहुत्र आशीर्लिङ्गे विधिलिङ्गे तत्र सामान्यसूत्रं सन्ति लिङ्ग् इति केटेगरी मध्ये आगच्छति परन्तु कुत्रचित् कुत्रचित् तु विधिलिङ्ग् आशीर्लिङ्ग् मध्ये अपि भेदः भवति तत्र एकभेदः अस्ति यत् सियुट् अस्ति तत् आशीर्लिङ्गी अपि अस्ति विधिलिङ्गी अपि अस्ति परन्तु विधिलिङ्गी सकारस्य लोपः भवति आशीर्लिङ्गी सकारस्य लोपः न भवति तर्हि अधुना विधिलिङ्ग् अस्ति अतः सकारस्य लोपः भूत्वा इय इति अवशिष्यते अग्रे यदा सि इति आगमः भवति सकारलोपश्च भवति तदा इ इति शिष्यते किमर्थं न अवशिष्यते अवशिष्यते खलु तत्र वर्तमानस्य यकारस्य लोपो भवति हलादौ प्रत्यये परे अजादौ तु यथावत् तिष्ठति केन सूत्रेण तत्र वर्तमान यकारस्य लोपयोर्वलि किम् सत्यं लोपो व्योरवलि अत्र हलादौ प्रत्यय न अत्र वलादि करोतु केवलं वलादि प्रत्यय अस्ति चेत् तत्र यकारस्य लोपः भवति लोपो व्योरवलि अजादि प्रत्यय अजादि अस्ति चेत् तत्र न भवति तर्हि एतदपि वयं जानीमः यकारस्य लोपः अस्ति वलादि प्रत्ययपरे अजादि प्रत्ययपरे अस्ति चेत् न भवति अस्तु अग्रे झ झ प्रत्ययस्य स्थाने रन् आदेशः किमर्थं जोन्तः जोन्तः इति सूत्रस्य अपवादः अस्ति अग्रे सूत्रं पठामः परन्तु यथा वयं जानीमः न खलु परस्मैपदे अपि झोन्तः इति सूत्रं प्रबाध्य झेर्जुस् इति सूत्रेण जुस् आगच्छति तथैव आत्मनेपदी झ प्रत्ययः अस्ति तत्र झोन्तः इति सूत्रस्य सूत्रं प्रबाध्य रन् इति आगच्छति तत्र झस्य रन् इति सूत्रमस्ति अग्रे वयं पठामः तत्र रन् आदेशः भवति अस्तु अग्रे उत्तमपुरुषस्य इ प्रत्ययस्य स्थाने आदेशः भवति तदपि वयम् अग्रे पठामः तर्हि अत्र नियमाः सन्ति तत्र चत्वारः नूतननियमाः सन्ति प्रथमं तु सियुट् आदेशः यत्र सकारस्य लोपः भवति तदनन्तरं यकारस्य अपि लोपः भवति वलादिप्रत्ययपरे तदनन्तरम् उत्तम मध्यम प्रथमपुरुषबहुवचनस्य झ प्रत्ययस्य स्थाने रन् आदेशः तदनन्तरम् उत्तमपुरुषस्य उत्तमपुरुष एकवचनस्य इ प्रत्ययस्य स्थाने अ आदेशः अस्तु अधुना नियमः वयं पठामः महोदय किञ्चित् अग्रे गच्छतु लिङ्गः सियुट् अस्ति खलु लिङ्गः सियुट् लिङ्ग् लकारस्य सियुट् आगमो भवति इदं सूत्रं सामान्यसूत्रं तस्य अपवादः यासु परस्मैपदेषु धातो निच्च अनेन लिङ्गः सियुट् इत्यस्य कार्यं न अर्हति परस्मैपदेषु अतः लिङ्गः सियुट् केवलम् आत्मनेपदेषु इति परितः अर्थः परस्मैपदेषु यासुट् भवति यासुट् परस्मैपदेषु धातो निच्च इति सूत्रेण आत्मनेपदेषु सियुट् लिङ्गः सियुट् तर्हि वस्तुतः लिङ्गः सियुट् इति सूत्रं वदति यत् लिङ्ग् लकारः अस्ति चेत् सियुट् आगमः भवति सूत्रं सामान्यसूत्रम् अस्ति सूत्रं स्वयं न वदति यत् आत्मनेपदी एव अस्ति अथवा परस्मैपदे एव अस्ति अतः सूत्रं वदति यत् सर्वत्र आत्मनेपदी परस्मैपदेषु लिङ्ग् लकारः अस्ति चेत् स्यूट् आगमः भवति, तत् सामान्यसूत्रं। परन्तु तस्य अग्रे यत् सूत्रम् अस्ति यासुट् परस्मैपदेषु उदात्तो निच्च, तत् सूत्रं लिङ्गस्यूटः इति सूत्रस्य अपवादं। सः वदति यत् परस्मैपदेषु यासुट्, तर्हि उभय तर्हि न लिङ्गः स्यूट् इति वदति यत् सर्वत्र आत्मनेपदी परस्मैपदी स्यूट्, परन्तु यासुट् परस्मैपदेषु उदात्तो निच्च इति सूत्रम् आगत्य वदति यत् अपवादरूपेण परस्मैपदेषु यासुट्। अतः फलितः अर्थः भवति यत् यतः परस्मैपदेषु यासुट् अस्ति अतः लिङ्गस्यूट्, तस्य फलितक्षेत्र केवलम् आत्मनेपदी। तर्हि यतोहि उभयपदी किम् उभयपदी अस्ति चेत् उभयपदी अस्ति यत्र उभयपदी अस्ति चेत् तत्र यत्र यत्र परस्मैपद अस्ति तत्र यासुट्, यत्र आत्मनेपदी तत्र स्यूट्। तर्हि अत्र तथैव अस्ति यथा मया उक्तं, बहुत्र पाणिनि सामान्यसूत्रं प्रथमं लिखति तदनन्तरम् अपवादसूत्रं लिखति। तर्हि अत्र लिङ्गः स्यूट् तत्र 34102 सः सामान्यसूत्रं लिखति यत् लिङ्ग्लकारे स्यूट् आगम्, तदनन्तरं 34103 सः लिखति यासुट् परस्मैपदेषु उदात्तो निच्च, यत् परस्मैपदी अस्ति चेत् तत्र यासुट्। अतः फलितः अर्थः अस्ति चेत् अस्ति यत् यासुट् परस्मैपदी आत्मनेपदी स्यूट्। अन्य महत्त्वपूर्णः भेदः अस्ति यत् तत्र अत्र तु प्रायः तस्य आवश्यकता एव नास्ति यतोहि हा अस्तु किमपि नास्ति। हा अग्रे करोतु महोदय, सूत्रं समापयतु। लिङ्गः षष्ठ्यन्तं सीयुट् प्रथमान्तं द्विपदमिदं सूत्रं टकार उकारयोः इत्संज्ञा लोपश्च सी अवशिष्यते टित् अतः आद्यन्तौ टकितौ इत्यनेन तिङ् प्रत्ययस्य आदौ उपविशति लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लिङ्गः लस्य सीयुट् इति सूत्रं। तर्हि अत्र लस्य अधिकारः अस्ति लिङ्गः लस्य सीयुट्। तर्हि विधिलिङ्ग्लकारे लिङ्ग्लकारे क्षम्यताम् आत्मनेपदी अस्ति चेत् सीयुट् आगमः भवति। सर्वे अवगच्छन्ति वा? अस्तु धन्यवादः महोदय, अग्रे गच्छामः। तत्र सुमन् महोदय अग्रे करोतु। लिङ्गः सलोपो अनन्त्यस्य अनन्त्यस्य लिङ्गः सलोपो अनन्त्यस्य सार्वधातुक लिङ् अनन्तस्य सकारस्य लोपः भवति अन्त्यः न अन्त्य अनन्त्य तस्य अनन्तस्य लिङ्गः षष्ट्यन्तं सः लुप्त षष्टीकं पदं लोपः लिङ्गः षष्ट्यन्तं स लुप्तषष्टिकं पदम् अस्तु लोपः प्रथमान्तम् अनन्त्यस्य षष्ट्यन्तम् अनेकपदं सूत्रम् रुधादिभ्यः सार्वधातुके इत्यस्य अनुवृत्तिः विभक्ति परिणाम कृत्वा सार्वधातुकस्य भक्ति अस्तु अङ्गस्य इत्यस्य अधिकारः अत्र पञ्चम्यन्तं भवति अङ्गात् अस्तु अनुवृत्तिसहितसूत्रम् अस्ति अङ्गात् सार्वधातुकस्य लिङ्गः अनन्तस्य स लोपः अस्तु इदानीं तु वयं दृष्टवन्तः लिङ् लकारे सियुट् आगमः भवति इदानीं सियुट् तत्र एव सकारस्य लोपः खलु अस्तु सियुट् आगमः भवति तस्य सकार विधिलिङ्ग् इति न वदति किन्तु वयं दृष्टवन्तः विधिलिङ्ग् एव इति कथं कथं जानामि कथं जानीमः सूत्रं पठित्वा केवलं विधिलिङ्गे इदानीं तु न ज्ञातुं शक्नुमः खलु पठतु महोदय तत्र सूत्रे लिखितम् अस्ति अनुवृत्तिसहितं सूत्रं किम् ओ सार्वधातुकस्य सार्वधातुकस्य लिङ्गः अनन्त्यस्य सकार लोपः तर्हि अत्र अङ्गात् तत्र अस्ति सार्वधातुकलिङ्ग् नाम तादृशप्रत्ययः यत् लिङ्ग् अपि अस्ति सार्वधातुक अपि अस्ति तर्हि आशीर्लिङ्गे यः प्रत्ययः अस्ति लिङ्ग् तत्तु आर्धातुकम् अस्ति खलु अतः सार्वधातुकलिङ्ग् इति दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् केवलं विधिलिङ्गे अस्ति तत्र सकारस्य लोपः भवति कीदृशसकार अनन्त्य नाम यः सकार अन्ते न आगच्छति इत्युक्ते थास् अस्ति खलु तत्र सकार अपि अस्ति किन्तु तत्र न भवति सियुट् अस्ति तत्र भवति तत्र सियुट् मध्ये सकार अन्ते नास्ति अतः तत्र कार्यं भवति परन्तु सकारः अन्ते अस्ति चेत् तस्य लोपः न भवति तर्हि अङ्गात् सार्वधातुकस्य लिङ्गः नाम अङ्गस्य अनन्तरं यत् लिङ्ग् प्रत्ययः अस्ति अधुना सार्वधातुक अपि अस्ति आहत्य विधिलिङ्गे तस्य सकारस्य लोपः भवति कीदृशसकार यः सकार अन्ते न आगच्छति अतः सियुट् तस्य सकारस्य लोपः भवति अत्र इय एव इय एव अवशिष्यते अस्तु अग्रे झस्य रन् लिङ्ग्लकारस्य झ प्रत्ययस्य स्थाने रन् आदेशः भवति झो झो रन् झोन्तः इत्यादस्य इत्यस्य क्षम्यता अपवादः अस्ति रन् अनेकाल् अतः अनेकाल् षित् सर्वस्य इत्यनेन सम्पूर्ण झ प्रत्ययस्य स्थाने भवति रन् इत्यस्मिन् नकारः लोपः भवति स्म हलन्त्यम् इत्यनेन परन्तु न विभक्तौ तु स्मः इत्यनेन नकारः तिष्ठति झस्य षष्ट्यन्तं रन् प्रथमान्तं द्विपदम् इदं सूत्रं लिङ्गः सियुट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति लिङ्गः लस्य झस्य रन् झ प्रत्यय यत्र अस्ति इत्युक्ते प्रथम पुरुष बहुवचन तत्र झ प्रत्ययस्य स्थाने रन् आदेशः भवति तर्हि लिङ्ग् लकारे वयं जानीमः परस्मैपदेषु आत्मनेपदेषु उभयत्र झोन्तः इति सूत्रस्य अपवादः भवति महोदय परस्मैपदेषु झोन्तस्य अपवादः कः तत्र सूत्रं झेर्जुस् झेर्जुस् तत्र युः आदेशः उस् परन्तु आत्मनेपदी किम् रन् रन् झस्य रन् तर्हि झोन्त इति सामान्यसूत्रं तस्य परस्मैपदेषु चेर्जुस् विधिलकारे आत्मनेपदेषु झस्य रन् अत्र आशीर्लिङ्ग् अपि रन् भवति किम् सत्यम् लिङ्ग् एव लिङ्ग् यत्र कुत्रापि लिखति तस्य आशीर्लिङ्ग् विधिलिङ्ग् उभयत् द्वौ एव द्वावेव अस्ति अस्तु अग्रे अनेकाश्चित् सर्वस्य तु वयं जानीमः किम् अस्ति अतः न पठति अस्तु अन्य अन्तिमसूत्रम् इटो इत् इटो अथ इटो अथ लिङ्ग्लकारस्य लिङ्ग्लकारस्य स्थाने यः इट् आदेशः तस्य स्थाने अथ आदेशः भवति इटः षष्ट्यन्तम् अथ प्रथमान्तं द्विपदम् इदं सूत्रम् यः सियुट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भवति लिङ्गः लस्य इतः अथ इतः किमर्थं महोदय इट् इट् इट् अस्ति खलु उत्तमपुरुष एकवचनं ओ तत्र इकार एव तत्र आम् इड् अस्ति आम् अतः उक्तम् अस्तु मूलप्रत्यय इड् अस्ति तस्य षष्ठी विभक्ति भवति इटः तत्र तत्र अतः तस्य तस्य प्रत्ययस्य इटः तस्य स्थाने अथ भवति नाम तत्र इट् इट् मध्ये डकारस्य इत् संज्ञा इ अस्ति तर्हि लिङ्गः लस्य इटः अथ नाम लिङ्ग् लकारस्य इट् प्रत्ययस्य स्थाने अथ भवति नाम इकारस्य स्थाने ह्रस्व अकार तत्र तकार अपि इत् खलु तपर तत्काल तत्र अथ मध्ये तकार इत् अस्ति हलन्त्यम् इट् मध्ये डकार सत्यम् तत्र अत् मध्ये यत् तकारः अस्ति तस्य अर्थः अस्ति तपर तत्काल ह्रस्वाकार अस्तु तर्हि सर्वे अवगच्छन्ति वा तर्हि तत्र अत् मध्ये अत् मध्ये न विभक्तौ तुस्मः इति सूत्रं किमपि मा चिन्तयतु वा आम् तत्र तु तकारस्य तत्र तकार अस्ति ह्रस्व अकार एव स्वीकरणीयम् तत्र न विभक्तौ तुस्मः इति अतः तकारस्य इति संज्ञा नास्ति अतः कोऽपि चिन्तयितुं शक्नोति परन्तु तथा नास्ति तत्र तकारस्य तत्र प्रयोजनम् अस्ति तपर तत्काल सर्वे आगच्छन्ति वा इदानीं पर्यन्तम् अस्तु धन्यवादः महोदय तर्हि अग्रे गच्छामः उपरि गच्छतु सर्वे उपरि गच्छन्तु तर्हि अधुना रघुपतिमहोदय भवान् करोतु नियमान् अनुसृत्य कार्यम् अस्तु नियमान् एकवारं महोदय अस्तु नियमान् अनुसृत्य कार्यम् एवं त इति अत्र इय इति आगमः सूत्रमपि वदतु अस्तु एकनिमिषं महोदय त इति अस्ति लिङ्गस्यूट् इति इत्यस्य आगमः भवति स्यूट् आगमः महोदय स्यूट् आगमः भवति अत्र सकारस्य लोप सलोपो लिङ्गस्सलोपानन्तस्य इत्य सकारस्य लोपः भवति इयत् इति अत्र यकारस्य लोपः लोपोर्वोर्वेल् इति सूत्रेण अतः इत ईत इति अन्तिमप्रत्ययः निष्पन्नः इत ईत इति भवति तर्हि यकारस्य लोपः केन सूत्रेण लोपोर् व्योर्वलि इति किमर्थम् इत्युक्ते तकार अस्ति वल् प्रत्याहारस्तवर्ण अस्ति वल् प्रत्याहार तर्हि वल् प्रत्याहारे सर्वे व्यञ्जनानि आगच्छन्ति हामां सर्वे व्यञ्जनानि अस्ति तर्हि कोऽपि किमपि व्यञ्जनम् अस्ति चेत् यकारस्य लोपः भवति अजादि अस्ति चेत् न भवति तर्हि अत्र ईत इति यो विहाय सर्वे व्यञ्जनानि यकारस्य लोपः एव भवति न यकार लोपो व्योर्वलि तत्र यकारस्य अनन्तरं यकारः अस्ति तदा तस्य कार्यं न भवति केवलं सर्वे व्यञ्जनानि यकारविहाय अस्तु अग्रे अग्रे आथाम् अत्रापि आथाम् इति लिङ्गस्यूट् इति सूत्रेण इयाथाम् इति भवति इयाथाम् इति परन्तु अत्र अकारस्य अकारः अस्ति अतः यकारस्य लोपः न भवति स्वरः अस्ति अतः अच् अच् अस्ति अस्तु अस्तु इयाताम् स्वरः अस्ति इयाताम् इति रूपम् अस्ति इदानीं ज इति अस्ति अत्र ज स्थाने रण आदेशः अनेकाल् अस्ति अतः रण आदेशः इदानीं इयरन् इयागमः यकारस्य लोपः रकार अस्ति वल् प्रत्यारसवर्णः अस्ति अतः ईरन् इति इयरन् ईरन् ईरन् इति भवति यकारस्य लोपः भवति इयरन् इति अस्ति यकारस्य लोपः तर्हि झस्य रन् भवति तदनन्तरं लिङ्गः सेवट् इत्यनेन सिय आदेशः सकारस्य लोपः लिङ्गसलोपोनन्त्यस्य तदनन्तरम् इययोगः रन् तत्र यकारस्य पुनः लोपः भवति लोपयोर्वति ईरन् ईरन् इति अस्तु धन्यवादः महोदय अग्रे गच्छामः भवानेव करोतु थास् अस्तु थास् अस्ति थास् अत्रापि थास् इत्यस्य इ आदेशः इय थास् इति इदानीं सूत्रं महोदय वदतु अस्तु लिङ्गस्यूट् इति सूत्रेण स्यूट् आगमः अतः टित् अस्ति अतः पूर्वं भवति इयथास् इति भवति इयथास् अत्र यकारस्य लोपः अपि च सकारस्य लोपः लोपोर्वर्वलि इति सूत्रेण यकारस्य लोपः किमर्थम् इति था इति अस्ति अग्रे अपि च लिङ्गस्य लोपो अनन्तस्य इति सूत्रेण सकारस्य लोपः कस्य सकारस्य अनन्तस्य अतः अनन्तस्य लोपः भवति सकारः अन्ते अस्ति वा अनन्ते अस्ति अनन्तस्य लिङ्गस् सीयुट् इति अत्र सकारस्य लोपः भवति तत्तु भवति सा सजिसोः रुः इति सूत्रेण इताः रुत् विसर्गः भवति रुत्वं भवति अनन्तर विसर्गः खरवसानयोः विसर्जनीयः तर्हि महोदय मम प्रश्नः अस्ति थास् मध्ये यत् अन्ते सकारः अस्ति तस्य लिङ्गः सलोपोनन्तस्य सूत्रेण लोपः न भवति वा किमर्थं न अनन्तस्य अन्तस्य नास्ति इति एतत् अन्तस्य सकारः अस्ति अतः लोपः न भवति ईताः इति इदानीम् अग्रिमम् अस्ति अथाम् अत्रापि अथाम् इति अस्ति अत्र सर्वत्र लिङ्गस्यूट् इति सूत्रेण स्यूट् आगमः स्यूट् योग अथाम् टकारस्य लोपः हलन्त्यप् इति सूत्रेण सकारस्य लिङ्गस्य लोपनन्तस्य इत्यनेन लोपः इयथाम् इति रूपम् अत्र यकारस्य लोपः न भवति अथाम् इति अस्ति अतः इयथाम् इति रूपम् अन्तिमरूपम् स्वरः अस्ति अग्रे आकारः अस्ति अतः इयथाम् इति भवति अग्रिमं ध्वम् अत्र स्यूट् लिङ्गस्यूट् इति सूत्रेण स्यूरागम स्यूट् योगाद्वं तकारस्य लोपः हलन्तमिति सूत्रेण सकारस्य लिङ्गस्य लोपनन्तस्य अपि च यकारस्य लोपः लोपोर्वल् इति सूत्रेण किमर्थमिति चेत् धकार अस्ति वल् प्रत्यारस्तवर्णः अतः ईध्वम् इति इति अन्तिमरूपं सम्यक् अग्रे धन्यवादः महोदय अस्तु अस्तु तर्हि ईध्वं भवति अस्तु अग्रे कुर्मः तर्हि अग्रे को अस्ति मदर महोदय भवती समापयतु उत्तमपुरुष प्रयत्नं करोमि मध्ये मम दूरवाण्यं सम्यक् नास्ति इतः न श्रुणोति महोदय अस्तु ईड् अत्र डकारस्य इत्संज्ञा लोपः भवति अतः ई तिष्ठति तदनन्तरं इटो अत् इति सूत्रेण अका सूत्रेण ई स्थाने आ भवति वा महोदय श्रूयता महोदय श्रूयते श्रूयते ई स्थाने आम आ आगच्छति केन सूत्रेण इटो अत् इटो इटो अत् इटो अत् इति सूत्रेण इकारस्य स्थाने अकार आगच्छति अकार आगच्छति तदनन्तरं लिङ् सियूट् इति सूत्रेण ये ईय आगच्छति यकारस्य लोपः न भवति परे अकारः अस्ति अतः ईय इति रूपम् आगच्छति सकारस्य लोपः कथं भवति महोदय सियूट् मध्ये सियूट् मध्ये सकार लिङ्ग स लोपो अनन्त्यस्य अनन्त्यस्य इति सूत्रेण तर्हि ईय भवति ईय भवति अग्रे वहि वहि अत्र ईय इति आगमः भवति परे यकार यकारः अस्ति अतः ई एव तिष्ठति ई योगः वहि ई वहि इत्येव अन्तिमरूपं भवति सम्यक् ईवहि तदनन्तरं महि महि अत्र नकारस्य इत्संज्ञा तस्य लोपः इत्यनेन महि इति रूपं तदनन्तरम् ईय इति आगमः भवति वल् प्रत्याहारः अस्ति अतः यकारस्य लोपः व्योपो व्योगलि इति सूत्रेण यकारस्य लोपः भवति योगः महि ई महि इति रूपं भवति सम्यक् तत् तर्हि ई वहि ई महि अतः सिद्धतिङ्प्रत्ययः विधिलिङ्ग् मध्ये ईत इयाताम् ईडन् ईथाः इयाथाम् ईध्वम् इय ईवहि ई महि अतः अधुना आत्मनेपदेषु परस्मैपदेषु सार्वधातुकलकारेषु अदन्त अङ्गात् प्रत्ययाः के सन्ति इति अस्माभिः पठितम् सर्वे अवगच्छन्ति वा पाठः समापयति अत्र प्रश्नः अस्ति वा कस्यापि आं महोदय पृच्छतु कः प्रश्नः अस्तु तर्हि इदानीम् अभ्यासः कुर्मः अत्र अत्र अस्मिन् पाठे नाम तिङ्प्रत्ययसिद्धिपाठे अस्माभिः बहूनि नूतनसूत्राणि पठितानि तत्र बहूनि नूतनसूत्राणि सन्ति महत्त्वपूर्णानि सन्ति तत्र अधुना एकवारम् अष्टाध्यायीपुस्तकम् उद्घाटयतु अष्टाध्यायीसूत्रपाठ तत्र तृतीय अध्यायस्य चतुर्थपादः अस्ति तत्र 3-4 पेज् नम्बर् अस्ति 3477 एकसप्ततितमः पृष्ठः अस्ति 71 पेज 3477 सर्वे अवगच्छन्ति वा सर्वे प्राप्नुवन्ति वा तत्र 3477 पेज 71 लस्य इति अस्ति खलु तर्हि अत्र लस्य इति अस्य अस्मिन् अधिकारे महत् प्रायः सर्वाणि लकारसूत्राणि सन्ति 3477 तः तत्र लस्य तत्र लस्य अधिकारः अस्ति तदनन्तरमस्ति पश्यतु 3478 तित्तस्जि सिप्तस्थ नाम सर्वप्रथमं लकारस्य स्थाने मूलतिङ् प्रत्ययः आगच्छति तित्तस्जि सिप्तस्थ तदनन्तरम् अग्रे सर्वाणि अस्माभिः अस्माकं सूत्राणि सन्ति तित आत्मनेपदानां टेरे थासहस्थे तदनन्तरं केचन सूत्राणि सन्ति यत् अस्माभिः न पठितानि तदनन्तरं 3475 पश्यतु 3475 तत्र लोटो लङ्वत् अस्ति अत्र इदान् लोटो लङ्वत्तः अग्रे लोट् लकारस्य सूत्राणि सन्ति एरुः सेहर्य पिच्च वाछन्दसि मेर्नि आमेतः सवाभ्यां वामौ आडुत्तमस्य पिच्च एत ऐ अत्र सर्वाणि लोट् लकारसूत्राणि सन्ति तदनन्तरम् अग्रे अस्ति अग्रे अस्ति पश्यतु अत्र लङ्लकारसूत्राणि सन्ति अत्र इतश्च लोपः परस्मैपदेषु स उत्तमस्य नित्यं नितः इतश्च तस्तिम्पां तान्तं तामः अत्र सर्वाणि नित् लकारस्य सूत्राणि सन्ति तदनन्तरं लिङ्लकारसूत्राणि सन्ति अत्र सामान्यतया सर्व नित् लकारसूत्रमस्ति स उत्तमस्य नित्यं च परस्मैपदेषु इतश्च तदनन्तरं लिङ्लकारसूत्राणि सन्ति लिङ्गः सियूट् या सूट् परस्मैपदेषु तदनन्तरं 34104 अस्ति पेज् 72 किदाशिषि केवलम् आशीर्लिङ्गे अनन्तरं झस्य र तदनन्तरम् इटो इत् तदनन्तरं झेर्जुस् अपि अस्ति 34108 तर्हि एतानि सर्वाणि लिङ्लकारसूत्राणि सन्ति तर्हि इति सर्वाणि तदनन्तरं सार्वधातुकसंज्ञा अपि अस्ति 34113 तिङ्क्षित् सार्वधातुकम् तदनन्तरं 34114 आर्धातुकं शेषः तर्हि अत्र सर्वाणि लकारसूत्राणि सन्ति मुख्य केचन सूत्राणि सप्तमाध्याये अपि सन्ति परन्तु मुख्यसूत्राणि तृतीय अध्याये चतुर्थपादे सन्ति तर्हि एतादृशी तस्य महत्त्वं किं यत् पाणिनिना सर्वाणि सूत्राणि एकस्मिन्नेव स्थाने तत्र लिखितानि सन्ति प्रकरणम् एकमेव अस्ति खलु लकारप्रकरणम् अतः सर्वाणि सूत्राणि तत्र एव सन्ति इति अस्ति अस्तु तर्हि अधुना अस्माकं अभ्यासः एव अस्ति अवशिष्टः अस्ति तत् अग्रिमरविवासरे वयं कुर्मः समयः समाप्तः प्रश्नः पृच्छतु छन्दसि वा इति अहं विस्मृतवती अत्र अत्र तस्य अस्य आवश्यकता नास्ति परन्तु वयं न न न सर्वाणि न पठितानि परन्तु यानि यानि पठितानि तत्र भवान् उक्तवान् अतः मम भ्रमः आसीत् वयं पठितवान् भिन्नम् आसीत् तद् भिन्नम् आसीत् अस्माभिः अत्र न पठितम् अस्तु तर्हि प्रश्नः इति सूत्रमेव अस्ति खलु सूत्राणि एव तद्दत्तं किम् अभ्यासः अस्ति इति अस्ति खलु अत्र सूत्राणि एव दत्तानि आमां किं करणीयं नूतनं किमपि करणीयं न अत्र केवलं यत् वयम् अग्रे अथवा गृहपाठे एव सर्वे एकवारं प्रयत्नं कुर्वन्तु यत् प्रत्येकसूत्रस्य प्रसक्तिः कुत्र कुत्र अस्ति एकवारं पुनः चिन्तयतु नाम आतोनितः इति सूत्रं कुत्र कुत्र कस्मिन् कस्मिन् प्रत्यये कार्यं करोति झेर्जुस् कस्मिन् कस्मिन् प्रत्यये कार्यं करोति अतो हे कस्मिन् प्रत्यये कार्यं करोति तर्हि सर्वे एकवारं गृहपाठ रूपेण सर्वाणि सूत्राणि एकवारं तेषां पुनरशीलनं कुर्वन्तु सूत्रस्य अर्थं कम् अर्थं किं कुत्र कार्यं करोति इति सर्वम् अग्रिमरविवासरे वयं झटिति एकवारम् अभ्यासं करिष्यामः अस्तु तर्हि प्रश्नः अस्ति वा कस्यापि नास्ति चेत् विरमामः धन्यवादः महोदय धन्यवादः